नमन् सर्वेभ्यः, सर्वेभ्यः इत्युक्ते द्वयोः कृते नमस्ते इति। अस्माकं द्वात्रिंशो वर्गो वर्तमानोऽस्ति, तं वर्गं प्रति स्वागतं भवतयोः कृते। यथा प्रकारः आदौ तु ध्येयो मन्त्रः, एकं शेर् करिष्यामि। कविता भगिनी पठतु। नमस्कार भगिनी। मङ्गलाचरणं निषेवते प्रशस्तानि निन्दितानि न सेवते अनास्तिकः श्रद्धदानः एतत् पण्डितलक्षणम्। ॐ शान्ति शान्ति शान्तिः। अ लर्नेड् पर्सन् इस् वन् हू इण्डल्जेस् इन् गुड् डीड्स्, एब्स्टेन्स् फ्रम् despicable deeds, is not an atheist and has faith in God. धन्यवादः भगिनी। तत्र किञ्चित् किञ्चित् छन्दसि वदनीयं चेत् निषेवते प्रशस्तानि निन्दितानि न सेवते अनास्तिकश्रद्धधानः एतत् पण्डितलक्षणम्। ॐ शान्ति शान्ति शान्ति। धन्यवादः। यथा प्रकारः कथापठनं तु करणीयम् एव अत्र अस्ति। भगिनी भवती एव करोतु। अत्र चित्रं चित्रं भिन्नम् अस्ति, अपि च कथा भिन्ना अस्ति, तत् मास्तु, त्यजतु, पठतु आङ्ग्लभाषायां, मास्तु पठतु। मार्गभिङ्गस्य पुत्रः पुराः एकनिमिष इदानीं नैव नैव मार्दङ्गिकस्य इति अस्ति अत्र, पश्यतु अहं किञ्चित् तत्र विभाजनं कृतवती। एकनिमिष एवं पठतु इदानीं शीर्षकः। मार्दङ्गिकस्य पुत्रः, तर्हि मार्दङ्गिकस्य पुत्रः इति, मार्दङ्गिकस्य पुत्रः, उत्तमम्। इदानीं पठतु प्रथमं वाक्यं। भगिनी भगिनी भवत्याः ध्वनिः किञ्चित् न्यूनं जातं, न्यूना जाता इति। तथा नैव वाराणस्याम् इट् इस् वन् वर्ड्। अहं किं कृतवती इत्युक्ते संयुक्ता अक्षराणि सन्ति किल, तर्हि क्लेशः मास्तु इत्युक्ते अहं किञ्चित् तत्र विभाजनं कृतवती। पुरा वाराणस्याम् एकः मार्दङ्गिकः न्यवसत् इति। पठतु। पुरा वाराणस्याम् एकः मार्दङ्गिकः न्यवसत्। इदानीम् एकनिमिष इदानीं तत्र गच्छामि। मृदङ्गः मृदङ्गः य वादयति सः मार्दङ्गिकः। द वन् हु प्लेस् द मृदङ्ग। वाराणसी वेरि गुड्, उत्तमम्। इन् ओल्डन् डे इन् वाराणसी वन् मृदङ्गः वनु प्लेस् मृदङ्गः, वनु प्लेस् मृदङ्ग, मृदङ्ग इस् डिफ़्रेण्ट् मृदङ्ग। वनु प्लेस् मृदङ्ग यूस् टु लिव् एकस्मिन् दिवसे सः श्रुतवान् यत् नगरे उत्सवः आसीत् one day he heard that in the city there was an utsav, there was a festival. Uttamam. Tatra bhagini nagare nagare tasya shabdasya vibhakti hi ka festi nahi va in the city uktavati kila tari vadatu is it tritiya vibhakti nahi va nahi va nagare you said in the city right why did you say in the city in on under etc uses which vibhakti anybody anybody which vibhakti is nagare ram rame rame vibhakti hi ka रामे विशालाक्षी भगिनी सप्तमे हा सप्तमी विभक्तिः अस्ति तत्र इन् द सिटि अग्रिममपि पठतु अतः उत्सवे जनेभ्यः मृदङ्गं वादयितुं सः तस्य पुत्रेण सह तत्र आगच्छत् अगच्छत् अतः देन् इन् देट् उत्सव पीपल् आर् प्लेड् मृदङ्गम् नो जनेभ्यः जनेभ्यः इन् विच् विभक्ति फार् पीपल् ही इस् अ प्लेयर् रैट् सो फार् पीपल् ही प्लेड् द अगच्छत् हि वेण्ट् देर् क्षम्यताम् आगच्छत् नास्ति अगच्छत् सो हि वेण्ट् देर् अलोङ्ग् वित् हूम् पुत्रेण सह पुत्रेण सह तत्र पुत्रेण पुत्रेण विभक्तिः का हा तृतीया विभक्ति किमर्थं तृतीया विभक्तिः तत्र सः अस्ति किल सः वी हेव् लर्न् देट् अलाङ्ग् वित् सः तृतीया विभक्तिः अस्ति धन्यवादाः भगिनि विजयकुमार् महोदय पठतु वादेन अस्ति किं तत्र वादेन अस्ति किं मृदङ्गवादनेन तौ विपुलं धनं प्राप्तवन्तौ मृदङ्गवान् हि गेट् मनी फ्रम् हि गेट् द मनी फ्रम् दि पीपल् Yeah, from the people, but where people is not there. Mridanga vadanena means by playing the mridangam. Tau, what is tau? What is tau? How many people are there in tau? Two. Who? He and his son. Vipulam dhanam, lots of money. Vipulam is lots of money. Agrima patatu? Tayoho prati gamanasya एकं वनम् आसीत् मार्गम् अस्ति किल किं तत्र मार्गे मार्गे एकं वनम् आसीत् तर्हि इदानीं वदतु तयो when they are walking they went to the forest मार्गे सो ईच् वर्ड् इफ् यु टेक् इट् अप् देन् आटोमेटिक्लि विल् अण्डर्स्टाण्ड् द मीनिङ्ग् सो तयोः इस् देर् षष्ठी विभक्ति तत् शब्दस्य प्रतिगमनस्य मार्गे देट् मीन्स् द रोड् आन् विच् दे वर् रिटर्निङ्ग् फ्रोम् देर् एण्ड् वैल् रिटर्निङ्ग् दे वास् अ एकं वनम् आसीत् दे वास् अ फारेस्ट् अग्रिमं पठतु तस्मिन् वने अनेके चोरः अवसन् देर् इन् दि फारेस्ट् वन् थीफ् मेनि ओके यस् उत्तमं मेनि थीफ् मार् एकनिमिष अर्थं वदतु, अर्थं वदतु, अर्थं in the in that forest many thieves live. अग्रिमं पठतु, अग्रिमं पठतु. मार्दण्डस्य पुत्रः तयोः मार्दङ्गिकस्य मार्दङ्गिकस्य मार्दङ्गिकस्य किञ्चित् अभ्यासं करोतु हा अनन्तरं, चिन्ता नास्ति, चिन्ता नास्ति, संयुक्ताक्षराणि एवमेव सन्ति, किञ्चित् क्लेशः भवति एव, सन्ति एव, चिन्ता नास्ति. हा तर्हि मार्दङ्गिकस्य पुत्रः तयोः उपार्जनेन अतीव प्रसक्तः प्रसन्नः अतीव प्रसन्नः आसीत्. अतः सततं मृदङ्गस्य वादनं कृतवान्. आसीत् नास्ति, आसीत् इदानीं किञ्चित् ऊहतु. सन् आफ् मृदङ्गवान् तयो ओके ऐ टेल् एनिबडि एल्स् वाण्ट्स् टु ट्रै मृदङ्गस्य पुत्र वास् वेरि हेपि वित् दि वदतु विजयकुमार् महोदय. सन् आफ् मृदङ्गस्य इस् वेरि हेपि वित् दि उपार्जनेन इस् बै द मनी देट् वास् कलेक्टेड् गिफ्ट्स् yes yeah uparjanena is gifts is not there there but what the money that they collected no they have collected a lot of money danam praptavantam kila tarhi atah kim kritavan atah vada means vadanam that is why you have to read it correctly vadanam that means the playing he played the mridanga uttam dhanyavadah तत्र विशालाक्षी भगिनी अग्रिमं पठतु. नमो नमः. नमो नमः. पिता तु अवदत् अहं भीतः यतः एतत् मृदङ्गवादनं चोरान् आकर्षयेत् इति. The father told him that I am afraid that thieves will get attracted. They will get attracted. Yeah. Yeah. Yeah. Yeah. So, the playing of the mridanga will may attract tatra akarshayet vidhilinga asti linge kshamata vidhilinge asti tari akarshayet agrimam patatu tari saha tasya putram uchite kale eva vadayitum upadishtavan. He told his son that at the right to play he can play the mridangam at the right time. Kavita bhagini can just mute karatu. Kavita bhagini can just free time anyata Vishalakshi bhagini avakashah na labhyate astu tari ite kale free time alva. No, uchite kale means at the appropriate time. At the appropriate time. and upadishtavan is upadishtavan is he advised him upadesham dattavan iti okay agrimam patatu saha akathayat anena prakareena choraha चिन्तयिष्यन्ति यत् महाराजा भटैः सह गच्छन् भटैः सह गच्छन् अस्ति अतः आवां न पीडयेयुः इति सो नौ ऐ डिण्ट् अण्डर्स्टाण्ड् दिस् यु ओन्ली हव् टु टेल् No, I would like to see Kavita Bhagini or Vijay Mahoday or Vijay Thanki Mahoday. Anybody has understood and can help us? Anybody? Kavita Bhagini? Anena prakara chora means there are different type of thieves. Aha, no. Okay, I'll tell. So, now the boy said, anena prakarena choraha chintayishyanti yat, that means, the thief may think like this, what they will think, that the king is going along with his soldiers or his guards, and they may get afraid and they may not trouble us. Na pidayeyuhu, that means they may not trouble us. Why don't you think like that is what he's asking, in other words. He's saying, you are telling that they will get afraid, but I am saying they will think that the king is going. Otherwise, in the middle of the night, who plays the mridanga, right? So this is what he thinks. Okay, Bhagini, idanim vadatu, Vishalakshi Bhagini. Now you tell me the meaning. Yeah. Yeah, he said that why don't you think in this way that the king is going with his guards and so they will not trouble us, that thieves will not trouble us. That's may what he not, said. May not trouble us. Peeda ye yu hu is may not trouble us. But what is the meaning of akathayat? Akathayat. Akathayat is the past tense of kathidhatu and it is he said. He said. Okay. Kathayati means he says. So, akathayat yeah. Over there is the past tense. Lamlakari. Agrimam vakyam patatva. Putraha pituhu upadesham na shrutavan. The son did not listen to his father's advice. Uttamam. Idanim Vijay Thanki Mudanya Vadaha Bhagini. Vijay Thanki Mahoday. Namaste Bhagini. Namaste. सः तु आनन्देन सततं मृदङ्गवादनं कृतवान् अर्थं वदतु सो हि कण्टिन्यू टु प्लेयिङ्ग् मृदङ्ग् वित् प्लेजर् अचिरेण चोराहातं नादं श्रुतवन्तः मार्दङ्गिकं तस्य पुत्रं न अवलम्बितवन्तः च च न अवलम्बितवन्तः नैव च अवलम्बितवन्तः च अवलम्बितवन्तः ओके सो अल्टिमेट्लि द थीव्स् लिसन् द Nadam. Yeah, very good. Mm-hmm. And? And Mardikasta. Okay. Okay. I'll tell you over there because Avalambitavantaha is used, normally we say it is dependency, but over here there is one more meaning for that word and it is they caught hold of them. Hmm? So what is Achirena? Achirena means not very late. Chirena is late, means after a long time. But Achirena is even shorter, even in a short time, namely as expected. Achirena, jaldi. Agrimam. Vadatu idanim vadatu angla bhashayam tasya vakyasya artham. Exact translation, it would be difficult for me, but the meaning of this sentence is that ultimately the thieves get notice that someone is going and yeah. we have opportunity to loot them. Yes, yes. But this Achirena and all, it's nice to, at least to, when you read the Bhagavad Gita and all, you will come across all these words. Okay. So, it will help when you are reading the... So, Achirena, that's why some words I am telling you all the meaning. It is not possible to remember all the words unless you... अग्रिमं वाक्यं पठतु महोदय. ततः ते चोराः तौ अताडयन् तयोः धनं च गृहीतवन्तः. Now the thieves troubled them both and their wealth has been taken. They took hold of all their wealth, and Atadayan means they beat them up. Okay. Agrimam vakyam patatu. Atah madhurena mridangavadanena yat api labdham tat sarva pramanadhikena vadanena luptam. Tat sarvam pramanadhikena vadanena luptam. Labdham means what? Labdham means whatever they got. So, atah madhurena mridangavadanena, that means by playing that beautiful music, by playing that yatapi labdham, whatever they had got, tat sarvam, all that, pramanadhikena vadanena luptam. Luptam means it just disappeared. Luptaha means disappearing. It became nil. Luptaha means disappearing. And pramanadhikena vadanena means by excessive playing. Samapayatu. Agrimam vakyam patatu. Atah eva uktam yat pragadhatvam duskaranam nigrahanam tu subhakaram cha iti. So, therefore it has been said, adha eva uktam yat, it has been said, or they say like Proverbs, pragadhatvam duskaram nigrahanam tu shubhakaram. So, nigrahanam literally means catching hold, but over here it means in limit. Nigrahanam means in limit, in moderation. And pragadhatva means in excess. In excess, whatever you do is dushkaram, it is not good. It gives you bad fruits, ill fruits. And whatever you do in moderation is good. Astu. सर्वे मोदितवन्तः इति मन्ये इदानीम् अस्माकं प्रस्तुतिं प्रति गच्छामः. धन्यवादः महोदय. कविता भगिनी आरम्भं करोतु. सुभाषितम् अलस्य कृतो विद्या अविद्य अलसस्य कृतो विद्या कुतः इन् फेस् समवेयर हि कमिंग कुतः अलसस्य कृतो विद्या अविद्यस्य कुतो धनम् अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम् अलस्य विद्या कुतः अविद्यस्य धनं कुतः अधनस्य मित्रं कुतः अमित्रस्य सुखं कुतः. A lazy cannot acquire knowledge. Without knowledge, wealth cannot be had. Without wealth, you cannot get strength. And without strength, there is no happiness. So, tatra, you see, these are all in Anushtup Chanda. So, तत्सु फलसस्य कुतो विद्या विद्यस्य कुतो धनम् अधनस्य कुतो मित्रम् मित्रस्य कुतः सुखम् आल्सो इन् द सेम् भगवद्गीता ट्यून् दट् वि यूस् यु केन् यूस् फार् दिस् ओके सो तत्र अमित्रस्य भगिनी अमित्रस्य अविद्यस्य अलसस्य अधनस्य तत्र विभक्तिः का विभक्तिः का उत्तमं षष्ठी उत्तमं धन्यवादः भगिनि एतत्तु मास्तु भवती एव पठतु भगिनि कः पर्यन्तम् क्रियायाः दिनचर्या एट् टु टेन् भुवान् पश्यन्ति रुग्णान् अहम् एकं करिष्यामि एकं वाक्यम् अहं वदामि अनन्तरं भवती करोतु सदि तः तः प्रत्ययः तु पञ्चमी विभक्त्यार्थम् अस्ति तत्र तः यदा योजनीयामः योजयामः क्षम्यतां योजयामः तदा पञ्चमी विभक्तिः भवति इति भासति तत्र प्रियायाः दिनचर्या प्रिया अष्टवादनतः दशवादनपर्यन्तं रुग्णान् पश्यति ओ इट् हेस् बीन् डन् देर् अष्टवादनपर्यतः दशवादनपर्यन्तं रुग्णान् पश्यति इदानीं करोतु द्वितीयवाक्यं प्रिया अष्टवादनतः दशवादनपर्यन्तं रुग्णान् पश्यन्ति रुग्णान् पश्यति तर्हि दशवादनतः द्वादशवादनपर्यन्तं किं कृतवती प्रिया दशवादनतः द्वादशवादनपर्यन्तं शल्यचिकित्सा कुर्वन्ति कृतवती करोति ओ कृतवती अवसुविकेण्डे करोति अवसुविकेण्डे नो प्राब्लम् प्रेसिडेण्ट् शल्यचिकित्सा इत्युक्ते सर्जरि शल्यचिकित्सा इत्युक्ते सर्जरि रुग्णान् रुग्णान् पेशेण्ट् रुग्णान् पेशेण्ट् अग्रिमं वाक्यं पठतु तथा अनिरुद्धः किं कृतवान् इति अनिरुद्धः गङ्गोत्री शिबिरार्थं शिबिरार्थं शिबिरवक्षम् अच्छा वक्षं गङ्गोत्री शिबिरार्थं लूयिविल् नगरतः शिकागो नगरपर्यन्तं गतवान् अनिरुद्ध गङ्गोत्री वर्क्शाप् लूयिविल् स्टेट् फ्रोम् शिकागो किमर्थं सः कुत्र अस्ति सो फ्रोम् लूयिविल् टु अप् टु या अप् टु शिकागो अतः सो दिस् केन् बि यूस् इन् देट् फ्रोम् एस् फार् एस् द टैम् इस् कन्सर्न् एण्ड् फार् एस् डिस्टेन्स् इस् कन्सर्न् आल्सो भगिनी भवती अद्य अहम् आङ्ग्लभाषायां वदामि भवती संस्कृते वदतु ओके फ्रोम् 6 o'clock टु 7 o'clock वाट् डिड् यु डू भगिनी एवमेव अहं 6 o'clock इति उक्तवती षड् अहं षड्वादनतः अष्ट सेवेन् सेवेन् सेवेन् सप्तवादनपर्यन्तं स्नानं कुर्वति कृतवती विजयकुमार् महोदय धन्यवादः भगिनि विजयकुमार् महोदय अग्रिमं सा प्रिया भोजनं कदा कृतवती इति वदतु भोजनं कदा कृतवती सा प्रिया प्रियाः प्रियः नास्ति प्रिया तावदेव प्रियायाः तत्र दिनचर्या अस्ति तदर्थं शब्द षष्ठी विभक्तौ अस्ति प्रिया द्वादशवादनन्त वादनतः उत्तमम् एकवादनपर्यन्तं भोजनं कुर्वन्ति कृतवती उत्तमम् अस्तु इदानीं भवान् वदतु सप्त सेवेन् ओ क्लाक् टु एय्ट् ओ क्लाक् किं कृतवान् इति अहम् आङ्ग्लभाषायां वदामि अन्यथा उत्तरमेव दास्यामि अहं सप्तवादनतः सः अष्टवादनपर्यन्तं पूजां उत्तमं पूजां कुर्वन् कृतवान् पुंलिङ्गे अस्ति कृतवती स्त्रीलिङ्गे अस्ति कृतवान् ऐ डिड् पास्ट् टेन्स् उत्तमं धन्यवादः विशालाक्षी भगिनी Yeah, I have forgotten all the numbers actually. Chinta nasti, chinta nasti. Aham sahayam karishyami, chinta nasti. Idani vadatu, okay. Priya tippani kada dattavati. Priya ekavadanam वादनतः हा एकवादनतः द्वे त्रिवादनपर्यन्तं त्रिवादनं पर्यन्त टिप्पणी दत्तवती ओके दत्तवती सो एक्चुअली देर् यू हेव् टु पुट् इट् इन् द द्वितीया विभक्ति टिप्पणीं वै बिकास् शी हेस् गिवन् कन्सल्टेशन् शी हेस् डन् कन्सल्टेशन् इति टिप्पणी सो टिप्पणी ओके ओके अस्तु धन्यवादः इदानीं भवती वदतु भवती वदतु फैव् ओ क्लाक् टु सिक्स् ओ क्लाक् किं कृतवती भवती no, I will not be able to answer that. Panchavadanatah shadvadanam pariyantam kim kritavati bhavati? Panchavadanatah shadvadanam pariyantam kim kritavati bhavati? No, I went walking. What do you tell for walking? Aham, bhramanam kritavati. भ्रमणं चलितवती चलनस्य कृते गतवती चरितवती बट् यु अण्डर्स्टुड् द यूसेज् रैट् तः पर्यन्तं इदानीं वदतु ऐ वेण्ट् फ्रोम् बेङ्गलोर् टु बाम्बे नगरं यूस् देट् एक्साम्पल् तत्र उदाहरणम् अस्ति किल तद् अनुसृत्य वदतु अनिरुद्ध नैव भवति यु से ऐ वेण्ट् फ्रोम् बेङ्गलूर् टु बाम्बे नो ऐ विल् नाट् बि एबल् टु टेल् लैक् देट् ऐ केनाट् यूस् सच् वर्ड्स् अस्तु ऐ हेव् नाट् बीन् एबल् टु मेक् अस्तु अस्तु चिन्ता नास्ति चिन्ता नास्ति शनैः भविष्यति विजयसन्ति महोदय भवान् वदतु आदौ प्रिया किं कृतवती योजनामेलनं कदा कृतवती इति वदतु अनन्तरं विशालाक्षी भगिन्याः साहाय्यं करोतु नमस्ते त्रिवादनतः चतुर्वादनपर्यन्तं प्रिया त्रिवादनतः चतुर्वादनपर्यन्तं योजनामेलं कृतवती और मेलनं गतवती आल्सो यू कैन ओके अस्तु इदानीं वदतु बेंगलोर फ्रॉम बेंगलोर टू बॉम्बे दैट यू हैव गॉन अहम् बेङ्गलोर् नगरतः मुम्बै नगरपर्यन्तं गतवान् उत्तमम् अस्तु धन्यवादः धन्यवादः तत्र यदा तदा इत्यस्य प्रयोजनं योजन उपयोगं तत्र कविता भगिनी पठतु यदा तदा यदा अहं बालकः आसं तदा जङ्गमदूरवाणी जङ्गमदूरवाणी न आसीत् वेन् ऐ वास् अ चैल्ड् देर् वास् नो दिस् वाट् इस् दट् जङ्गम दूरवाणी मोबैल् ओके सो वेन् ऐ वास् यू हव् टु स्पेसिफिक्लि से बिकास् वी आर् लर्निङ्ग् यदा तदा When I was a child, then there was no, at that time there was no, okay? So that yada tada has to be used together. Yada aham tat kritavati, tada eva maasi diti. Dhanyavadaha bhagini. Dhanyavadaha bhagini. Vijay Kumar Mahoday, patatu agrimam vakyam. Yada vayam japam purmahe, tada shantim anubhavam. Anubhavamaha. यदा वयं जपं कृतं वेन् ऐ डु दि जपं तदा अहं ऐ गेट् पीस् उत्तमम् ओन्ली थिङ्ग् इस् ओवर् हियर् वयम् इस् देर् सो वि वेन् वि डु जप एट् दट् टैम् वेन् वि डु जप एट् दट् टैम् और् वेन् वि डु देन् वि एक्स्पीरियन्स् पीस् उत्तमं धन्यवादः विशालाक्षी भगिनी पठतु ओ सारि किमभवत् भगिनि या वन् निमिष वन् मिनिट् यदा धर्मस्य ग्लानिः भविष्यति तदा कृष्णः अवतरति वेन् धर्म गेट्स् धर्मस्य ग्लानिः मीन्स् वेन् धर्म तदा कृष्ण अवतर दट् टैम् कृष्ण टेक्स् अवतार So, glani means depletion and avatarati is he takes incarnation. Glani is depletion. Bhavishyati? Bhavishyati. When it will happen. What is Bhavishyati? When it will happen. When it happens like that. Okay. When it happens, yeah, there being bhavati, okay. But Bhavishyati. So, you have understood correctly, Bhavishyati is in the future tense, but avatarati is in the present tense. So, it should have been avatarishyati. Avatarishyati it should have been. अस्तु चिन्ता नास्ति तत्र विजय सङ्की महोदय यदा गृहे भोजनं नास्ति तदा आपणं गच्छामि वेन् देर् इस् नो भोजनं मीन्स् फुड् वेन् देर् इस् नो फुड् एट् होम् then apanam means shop shop what would it be shop shop shop so we here would be a restaurant shop apanam means shop but it would have been a restaurant naturally when there is no food at home I go to shop yeah I go to the shop uttamam idanim ekam karyam kurmah tatra dhanyavadah mode कविता भगिनी एतेषु वाक्येषु षष्ठीविभक्तौ के के शब्दाः सन्ति इति वदतु. धर्मस्य उत्तमम्. धन्यवादः विजयकुमार् महोदय. अत्र क्रियापदानि चिनोतु, वदतु क्रियापदानि कानि कानि. अनुभवाम. उत्तमम्. अग्रिमम्. अवतरति. पश्यामि. अपि च अन्यानि क्रियापदानि सन्ति किम्? आसीत्. उत्तमम्. अपि च कूर्मः. उत्तमम्. अपि च ग्लानि. नैव, ग्लानिः तत्र क्रियापदं नास्ति. अहं ग्लानिः न वक्तुं शक्नुमः. भविष्यति. उत्तमम्. उत्तमं. तत्र ग्लानिः तस्य शब्दस्य विभक्तिः का? उत्तमं महोदय. उत्तमम्. उत्तमं. विशालाक्षी भगिनी वदति किं, वक्तुमिच्छति किम्? नो नो, पास् पास्. पास् किम्? अस्तु. विजय खंकी महोदय, परन्तु शृणोतु, शृणोतु. विजय खंकी महोदय, तत्र नमस्ते भगिनि. सप्तमी विभक्तौ कोऽपि शब्दः अस्ति किम्? गृहे. गृहे. उत्तमम्. अपि च तत्र द्वितीया विभक्तौ के के शब्दाः सन्ति? शान्तिम्. उत्तमम्. भोजनम्. भोजनं, तत्र भोजनं तस्य द्वितीया विभक्तिरूपं तु भोजनमेव अस्ति, परन्तु अत्र वाक्ये भोजनं नास्ति. भोजनं नास्ति, तर्हि कर्तृपदं वा कर्मपदं वा? कर्तृपदं वा. कर्तृपदं. तर्हि द्वितीया विभक्तौ किम् अस्ति, किं पदमस्ति? I don't know. किमर्थं तदेव वाक्यं पश्यतु, पुनरेकवारं पठतु, जानाति भवान्. यदा गृहे भोजनं नास्ति तदा आपणं गच्छामि. आपणं should be the... उत्तमम्. आपणम्. आपणं द्वितीया विभक्तौ अस्ति. उत्तमम्. उत्तमं. धन्यवादः. धन्यवादः. अस्तु अस्तु. कविता भगिनी पठतु. एकनिमिषं भगिनी, भगिनी एकनिमिषं. संख्यासु इति शब्दस्य विभक्तिः का? सप्तमी. सप्तमी. मालावत् मालासु. उत्तमं. पठतु. एकः मार्जारः अस्ति. मार्जारः. मार्जारः. मार्जारः अस्ति. देयर वाज अ कैट. एकं पुस्तकम् अस्ति. एका एका कुञ्चिका अस्ति. कुञ्चिका. कुञ्चिका. कुञ्चिका अस्ति. एका दर्वी अस्ति. तत्र किं दृष्टवती भवती, किं दृष्टवती? वाट् इस् द स्पेशालिटि इन् दिस्? मेल् फीमेल्. मेल् फीमेल्, नाट् ओन्लि आफ् द नौन् बट् आफ् द न्यूमेरिकल् एड्जेक्टिव् आल्सो. ओके, सो इन् इङ्ग्लिश् यु विल् से वन् गर्ल् वन् बाय् एक्सेट्रा एक्सेट्रा. हौ एवर् संस्कृते तु एकः मार्जारः, एकं पुस्तकम्, एका कुञ्चिका, एका दर्वी. तत्र लिङ्गभेदः अस्ति तदर्थम्. अस्तु. धन्यवादः. एकम् इस् फार् नपुंसकलिङ्गे, नपुंसकलिङ्गे, नपुंसकलिङ्गे. इदानीम् अवगतं किल? विजयकुमार् महोदय वदतु. वन् स्टोरि, वन् स्टोरि. एकः कथा. एकः किमर्थम्? एकः पुंलिङ्गे अस्ति वा स्त्रीलिङ्गे अस्ति वा नपुंसकलिङ्गे अस्ति? कथा, कथा इति शब्दस्य लिङ्गं किम्? कथा, कथा पुल्लिङ्ग, कथा माला, कथा माला, कथा माला, माला स्त्रीलिङ्गे अस्ति, स्त्रीलिङ्गे अस्ति. तर्हि इदानीं वन् वन् स्टोरि वदतु. एकाः, एका कथा, कथाः अस्ति. कथा, कथाः नास्ति. हा, कथाः विल् बिकम् स्टोरीस्. सो कथा, कथा, एका कथा अस्ति. अस्तु, विशालाक्षी भगिनी, वन् मदर् वदतु. वन् मदर्, मदर्. एका माता, एका माता, उत्तमम्. इदानीं वन् सन् वदतु. वन् सन्, एकः पुत्रः, उत्तमम्. विजय थङ्की महोदय, वन् हौस् वदतु. एकं गृहम् अस्ति. गृहम् अस्ति, अस्तु. सर्वे इदानीं धन्यवादः महोदय. विजयकुमार् महोदय पठतु. मातृत्वं, शीर्षकं, शीर्षकं पठतु. सङ्ख्यासु लिङ्गभेदे, लिङ्गभेदः, सङ्ख्यासु लिङ्गभेदः. सङ्ख्यासु इति शब्दस्य विभक्तिः का? सप्तमी. पठतु. मार्जारद्वयम् अस्ति. मार्जारद्वयम्, मार्जारद्वयम् अस्ति. द्वौ मार्जारो स्तः, स्तः, स्तः. दरत्सु कैट्. तत्र सुलभम् अस्ति प्रथमं वाक्यं. तत्र सुलभरीत्या वदनीयम् इत्युक्ते एषः मार्गः स्वीकरणीयः. ओके, सो मार्जारद्वयं, देर् इस् देर् आर् टु वेस् आफ् डूयिङ्ग् दिस्. द्वौ मार्जारौ स्तः. ओवर् देर् यु हेव् टु रिमेम्बर् द विभक्ति, यु हेव् टु रिमेम्बर् द पुरुषः, एण्ड् यु हेव् टु रिमेम्बर् द विभक्ति आफ् द एड्जेक्टिव् आल्सो. हौ एवर् If you put the noun first, then all you have to do is put dvayam over there. Marjara dvayam, and then it becomes singular. Asti, marjara dvayam. There are two, but because of this method of telling the statement, it becomes singular. Marjara dvayam, pustaka dvayam, graha dvayam. You take the pratipadikam and you just put dvayam over there. Okay? Agrimam patatu. पुस्तकद्वयम् अस्ति. द्वे पुस्तके स्तः. ओके, नौ टेल् मी वै दिस् इस् द्वे, द्वे, द्वे, वै नाट् द्वौ? टु, या, बट् वै नाट् द्वौ? इन् द फस्ट् वन् द्वौ मार्जारौ स्तः, इदानीं द्वे पुस्तके स्तः. किमर्थम्? आब्जेक्ट्. Even Marjara over there is the subject, no? There are two cats. So, there are. What are there? Two cats. So, there it is the subject. Here also it is the subject. But why is it dve? Janati Bhavan. Janati Bhavan, vadatu? Vadatu? Uttama. नपुंसकलिङ्गे अस्ति. अग्रिमं पठतु. कुञ्चिका द्वयम् अस्ति, द्वे कुञ्चिके स्तः. दर्वी द्वयम् अस्ति, द्वे दर्व्यो स्तः. सो दर्व्यौ इति गो बै द नदी नद्यौ लैक् दिस्. तर्हि अत्र मार्गद्वयम् अस्ति, अत्र मार्गद्वयम् अस्ति, अन्यथा अत्र द्वौ मार्गौ स्तः. देर् आर् टु वेस् आफ् डूयिङ्ग् दिस्. ओके, अस्तु, धन्यवादः. विशालाक्षी भगिनी पठतु. यु वाण्ट् मी टु टेल् दिस् आल्सो. लिङ्गभेदः मार्जारत्रयम् अस्ति, त्रयः मार्जारः सन्ति. There are three cats. But in the first one, asti, there is. So, there is a group of three cats you can tell about. There is a group. Just like we don't say in a group, there are four. Okay? But we tell, there is a group. Yeah. We don't say there are groups. Unless there are more groups. No? Gumpa. Trayaha Martaraha Santi. Three cats are there. Like that. Means, there are three cats. Another way of telling. Yes. पुस्तकत्रयम् अस्ति, त्रीणि पुस्तकानि सन्ति. देट् ओन्लि देर् आर् त्री बुक्स् आर् देर् लैक् देट्. करेक्ट् ओन्लि थिङ्ग् इस् पुस्तकत्रयम् अस्ति. You have to remember that asti is in singular. That is the main thing over here. Okay? Pustakani santi, pustakatraya asti. Yeah. Okay. Agri Mumpati. That is plural. Yeah. Yes. Kunchika trayam asti, tisraha. Tisraha. Kunchikaha santi. Tatrata nasti, tisraha. Tisraha. Okay, tisraha. कुञ्चिका काः सन्ति, दर्वीत्रयम् अस्ति, तिस्रः दर्व्यः सन्ति. तर्हि अवगतमिति मन्ये. प्रश्नाः सन्ति चेत् पृच्छन्तु. विजयथङ्की महोदय पठतु. मार्जार चतुष्टयम् अस्ति, चत्वारः मार्जारः सन्ति, पुस्तकचतुष्टयम् अस्ति, चत्वारि पुस्तकानि सन्ति, कुञ्चिका चतुष्टयम् अस्ति, चतस्रः कुञ्चिकाः सन्ति, दर्वी चतुष्टयम् अस्ति, चतस्रः दर्व्यः सन्ति. इदानीं पुत्र इति प्रातिपदिकं स्वीकृत्य एकं वाक्यं करोतु. पुत्र पुत्रचतुष्टयम् अस्ति, चत्वारः पुत्रः सन्ति. उत्तमं, धन्यवादः. कविता भगिनी पुत्री इति स्वीकृत्य एकं वाक्यं करोतु. पुत्री चतुष्टयम् अस्ति, चतस्रः पुत्रयः सन्ति. उत्तमं. तत्र विजय, धन्यवादः भगिनि. विजयकुमार् महोदय तत्र कुक्कुटः इति शब्दस्य कुक्कुटः एवं करोतु. फोर् महोदय फोर् डाग्स् इति कुक्कुट फोर् आदौ लिङ्गं वदतु तत् कुक्कुटशब्दस्य कुक्कुटचतुष्टयम् चत्वार कुक्कुटः सन्ति चत्वारः कुक्कुटाः कुक्कुटाः सन्ति एवमेव इदानीं धन्यवादः महोदय कविता भगिनी पठतु सङ्ख्यायाः लिङ्गभेदः सङ्ख्यासु लिङ्गभेदः पञ्चमार्जाराः सन्ति पञ्चपुस्तकानि सन्ति पञ्चकुञ्चिकाः सन्ति पञ्चद्रव्यः सन्ति तत्र इदानीं सुलभं मार्गं किम् अनुसरामः चेत् तत्र पुस्तकपञ्चकम् अस्ति अत्र पुस्तकपञ्चम् पञ्चकम् अस्ति क्षम्यतां पञ्चकं क अस्ति तत्र पञ्चकम् अस्ति मार्जारपञ्चकम् अस्ति कुञ्चिकापञ्चकम् अस्ति दर्वीपञ्चकम् अस्ति एवं वयं शृणुमः किल किं स्तोत्रे अष्टकं तर्हि तदेव षट्कं क्षम्यतां षट्कम् एवमेव करणीयम् अस्तु क्रीडा अस्ति किम् शीघ्रं कुर्मः इदानीं शीघ्रं हा कविता भगिनी वदतु द्विचक्रिका परन्तु तत्र संख्या योजनीया कति एकः द्विचक्रिका एकः वा न द्विचक्रिका हा एका द्विचक्रिका उत्तमम् उत्तमं हा इदानीं वाहनानि इदानीं एवं चिन्तयतु बसस्थानकं तर्हि बसस्थानकं तत्र द्वे सह इति मन्यतु टेक् आल् दीस् एस् टु ओके एण्ड् डू इट् इन् बोत् द वे बसस्थानद्वयम् अस्ति एकनिमिष अहं किञ्चित् तत्र इदानीं बसस्थानकद्वयम् अस्ति द्वौ लिङ्गं किं लिङ्गं किम् सो द्वे बसस्थानके स्तः द्वे बसस्थानके स्तः धन्यवादः विजयकुमार महोदय रेलस्थानकस्य अपि एवमेव करोतु द्वे इति द्वे मेलस्थानकम् अस्ति. द्वे अस्ति, द्वे अस्ति किं? द्वे स्तः. तर्हि तत्र करोतु, सम्यक् करोतु. किमर्थं रेलस्थानकं भयम् अस्ति? नैव. There are two railway stations is all you have to say. Yes, there are two railway stations. Kavita Bhagini, kinchit sahayam karotu. Dvayam. So, Rela Sthanaka Dvayam Asti. Rela Sthanaka Dvayam Asti. Apicha idanim anya hamarga? Dvau Rela Sthanakam Saha. Dvau, Dvau Rela Sthanakam Katham Bhavati. Both have to be in the same number. So, Rela Sthanakhe Dve Rela Sthanakhe Staha. Okay, Rela Sthanaka Dvayam Asti Dve Rela Sthanakhe Staha. Idani, Vimana Pattanam Tatra Api Karatu Dve Iti. तत्र द्वे विमानपत्तने स्तः. लैक् वनं महोदय, वनं हौ यु डू लैक् देट् ओन्लि. वनं बिकम्स् वने इन् द द्विवचनं. सो विमानपत्तनं विल् बिकम् विमानपत्तने. इदानीम् अन्यः मार्गः स्वीकरणीयम्. किमर्थं द्वौ पत्तनम्? सी महोदय, ओवर् हियर् द फस्ट् यु हेव् टु फैण्ड् औट् द लिङ्गं, देन् यु हेव् टु फैण्ड् औट् द वचनं, यु हेव् टु फैण्ड् औट् वट् नौ. फार् एक्साम्पल् विमानपत्तनम् इफ् देर् आर् टु, देन् हौ विल् यु पुट् इट्? वनम् इफ् देर् आर् टु, हौ विल् यु डू? वने. सो विमानपत्तनं हौ विल् यु डू टु? देन् यु हेव् टु पुट् द नम्बर्. विमानपत्तने अस्ति किल, तर्हि द्वौ इस् फार् मास्क्युलैन्. सो सेम् थिङ्ग्, द्वे द्वे विमानपत्तने एण्ड् देन् द वर्ब् विल् बिकम् स्तः. वै? बिकास् अस् धातोः द्विवचने प्रथमपुरुषः तु स्तः. नैव, विमानपत्तनद्वयम् अस्ति, विमानपत्तनद्वयम् अस्ति. अवगतं किं महोदय? अवगतम्? अण्डर्स्टुड्. नौ टु द नेक्स्ट् वन्. नौपत्तनं तावदेव. नौपत्तनं अस्ति, द्वौ नौपत्तने सः. नैव नैव नैव, तथा तथा नैव तथा नैव. अत्र पश्यतु, अत्र पश्यतु, एकनिमिषः एकनिमिषः. इदानीं इदानीम् अत्र अत्र पश्यतु, अत्र पश्यतु एकनिमिषः, अत्र पश्यतु इदानीं. देर् वर् टु केट्स्, रैट्? टु केट्स्. वेन् यु आर् टेकिङ्ग् द नम्बर् द्वौ, ओके, देर् आर् टु वेस् आफ़् डूयिङ्ग् इट्. वेन् यु टेकिङ्ग् द नम्बर् एण्ड् यु आर् टेकिङ्ग् इट् एस् प्लोरल्, देन् यु से द्वौ मार्जारौ स्तः. वै? बिकास् मार्जारः और् अदर् मार्जार बिकम् मार्जारौ इन् द द्विवचनम्. And then the verb automatically changes to staha. So, as dhatu, if you see, it is asti, staha and santi. Okay? So, dvau marjarav staha. Now, you want to put it as a group of two are there. Two, group of two cats are there. That time what you do? You take marjara, you add dvayam and you put it as singular. Because group, when you take, there is a group of boys. You don't tell there are groups of boys unless there are groups of boys, multiple groups. Okay? So marjara dvayam asti, dvau marjarav staha. Like that only. Pustake, pustakam. Over there, what happens? Pustakam in Dvivachanam is pustake. And then when you put the number, it becomes dve. Because dve is the form for napumsakalingam. And dve is also the form for strilingam. So over here, kunchika dvayam. You take the pratipadikam and you put dvayam. Okay, now we finish. The concept, if it is, afterwards we can learn all that, but the concept has to be understood. You have to understand the concept. That is very important. Astu idanim. Vijay Mahoday, idanim. Now pattanam karotu. Two, there are two. No pattanam. नैव एकनिमिष एकनिमिष विशालाक्षी भगिनी प्रयत्नं करोतु या द्वे नौ पतने स्तः उत्तमं नौ पतनद्वयम् अस्ति इदानीं विजय हा उत्तमं विजय कुमार महोदय अवगतम् इदानीं या या अंडरस्टूड Okay, then do for Shakatam. Shakatam. Shakatam. Dve Shakatam Staha. Shakate. Uttam. Shakatamayam. Shakate. द्वे शकटे तः इदानीम् अन्य मार्ग प्रातिपदिकं टेक् ओन्लि द डोण्ट् टेक् द म पार्ट् आफ़् इट् ओन्लि द प्रातिपदिकं शकटयम् अस्ति अहं शकटद्वयम् अस्ति शकटद्वयम् अस्ति शकटद्वयम् अस्ति किञ्चित् अभ्यासं करोतु अवगतं किल यु अण्डर्स्टुड् द कन्सेप्ट् रैट् उत्तमम् अग्रिमे अत्र विशालाक्षी भगिनी शिविका टु चान् टु वाट् इस् इट् काल् पालकीस् टु पालकीस् या शिबिका द्वयम् अस्ति द्वे शिबिके स्तः उत्तमं धन्यवादः भगिनि विजय करे धन्यवादः विजय ठङ्की महोदय लोहमार्गः टु रेल् ट्राक् लोहमार्गद्वयम् अस्ति द्वौ लोहमार्गौ सन्ति सन्ति नैव किं वदनीयं सोरि सोरि द्वौ लोहमार्गौ स्तः उत्तमम् उत्तमं धन्यवादाः कविता भगिनी मार्ग स्वीकरोतु द्वयं त्रि हा उत्तमं द्वौ मार्गे मार्गेन सह द्वौ एवमेव करणीयम् इदानीं करोतु विजयकुमार महोदय करोतु पादद्वयम् अस्ति उत्तमम् एक द्वौ पादयो सह किमर्थं पादयो रामः किं भवति द्विवचने पादौ पादौ स्तः द्वौ पादौ स्तः अस्तु इदानीं नैव नैव तत् तत् मास्तु तत् मास्तु इमेजिन् देट् देर् आर् त्री एरोप्लेन्स् देर् क्लियर् कीप् कीप् देट् इन् मैण्ड् महोदय विमानं कीप् इन् मैण्ड् ओके कीप् इन् मैण्ड् विमानम् एकनिमिष एकनिमिष एकनिमिष नौ कीप् विमानम् इन् मैण्ड् एण्ड् यूस् दिस् स्लैड् विमानत्रयम् अस्ति विमानत्रयम् अस्ति उत्तमं विमानकानि सन्ति नैव क नास्ति के क नास्ति पुस्तक बिकम्स् पुस्तकानि विमान विल्कम् विमानानि विमानानि त्रीणि विमानानि सन्ति अस्तु इदानीम् अहम् अग्रे तरामः तत्र गृहकार्यरूपेण कुर्मः गृहकार्यरूपेण कुर्मः अहं प्रेषयिष्यामि अहं प्रेषयिष्यामि इदानीम् अग्रे सरामः अस्तु विजय सङ्की महोदय पठतु धन्यवादः महोदय कृषकः हलः कृषकः हलेन कर्षति हलः बिकेम् हलेन हलेन तृतीया विभक्तौ अस्ति वै बिकास् दिस् इस् इन्स्ट्रुमेण्टल् वाट् यु डू with something becomes that with something that something becomes tritiya vibhakti okay just as ramah baanena ravanam maritavan like that only. agree नेट्वर्क् अस्ति मास्तु मास्तु क्रीडा मास्तु तत्र क्लेशः अस्ति पठतु महोदय विजयसङ्ख्या महोदय जनकः कारयानेन गच्छति तर्हि अत्र कारयानं कारयानेन अत्र नपुंसकलिङ्गे अस्ति नपुंसकलिङ्गे अस्तु महोदय धन्यवादाः कविता भगिनी पठे पठतु कविता भगिनी अहं कुञ्चिकया कुञ्चिकया एकनिमिष एकनिमिष कुञ्चिका कुञ्चिकया अहं कुञ्चिकया कालम् उद्घाटयामि तत्र कुञ्चिका इति पदस्य लिङ्गं किं कुञ्चिका इस् फीमेल् फीमेल् सो कुञ्चिका लैक् माला मालावत् वी हेव् डन् आल् दिस् दिस् इस् रिविजन् माला बिकम्स् मालया तृतीया विभक्तौ कुञ्चिकया तालम् उद्घाटयामि धन्यवादाः भगिनी तत्र महोदय विजयकुमार् महोदय पठतु बालिका अङ्कन्या लिखति उत्तमं तत्र अङ्कनी इति पदस्य लिङ्गं किं स्त्रीलिङ्गं उत्तमं धन्यवादाः क्रीडा मास्तु अस्तु धन्यवादाः विशालाक्षी भगिनी पठतु विशालाक्षी भगिनी अस्ति किम् येस् येस् सोरि सोरि सोरि सोरि सर्वनामपदानां तृतीया विभक्तिः सः ते सः देन् वाट् यु काल् दट् एरो सः बिकम्स् तेन सः तेन भवति इति वक्तुं शक्नुमः सः तेन सः तेन सा तया तत् तेन कः केन का कया किं केन भवान् भवता अहं मया That's all that is there. एषः एतेन एषा एतया एतत् एतेन भवती भवत्या इदानीम् एतया भवत्या एतया वाट् इस् द मीनिङ्ग् आफ् एतया एतया इति शब्दस्य अर्थः कः एतया एषा इस् शी नो दे एतया दे this girl this girl or this any female this female female thing or whatever Esha is what that, this girl girl Esha if you put girl then girl otherwise this whatever stree this female thing or person yeah and then etaya now you tell me the meaning because we are doing tritiya vibhakti right So what is the meaning? We told that Halena is Tritiya Vibhakti because it is instrumental. Banena is this, because it is Tritiya Vibhakti, it is instrumental. So, Etaya becomes with this girl, not girl, with this female, whether it is a thing or a person. Okay, did you understand, Bhagini? So it becomes Tritiya Vibhakti. So with this, Etaya Saha. एतया सह गच्छामि सो तृतीया विभक्ति whenever you want okay whenever you want the tritiya vibhakti of a pronoun sarvanama padanam so whenever you want a pronoun this is these are pronouns so esha esha is this feminine etaya feminine thing or person so etana etaya is the tritiya vibhakti of that Uttamam, I want everybody to read this one because it's important. Yeah, Vadatu, Vadatu. You, I was going to tell that Esha, Balika, like that we have to write, then Etaya, Balikaha, Balike. No, no, no. That time it will become How Balika, do we write the clue? Balikaya. बालिकया जस्ट् नौ कविता भगिनी रेड् रैट् कुञ्चिकया बालिकया ओके धन्यवादः विजय खङ्की महोदय पठतु सर्वनां पदानां तृतीया विभक्तिः सः बिकम्स् तेन सा बिकम्स् तया तत् बिकम् तेन एषः एतेन एषा एतया एतत् एतेन कः केन का कया किं केन भवान् भवता भवती भवत्या अहं मया सो इफ् यु वाण्ट् टु टेल् द तृतीया विभक्ति वाट् इस् द मीनिङ्ग् आफ् भवत्या भवत्या महोदय वित् हर् उत्तमं भवता विथ् हिम् उत्तमं धन्यवादः कविता भगिनी पठतु आं भगिनि सः ते सर्वनामपदानां तृतीया विभक्तिः सः तेन सा तया तत् तेन एषः एतेन एषा एतया एतत् एतेन कः केन का कया किं केन भवान् भवता भवती भवत्या अहं मया अस्तु भगिनी इदानीं तत्र पुंलिङ्गे के के शब्दाः सन्ति पुंलिङ्गे? सः, एषः, सः, भवान्. उत्तमं. तत्र अहम् इति पदस्य लिङ्गभेदः नास्ति. नै, तत्र लिङ्गभेदः नास्ति. अहम् एव्रिबडि हस्य आयौ यदा इट् इस् अ बाय् आर् अ गर्ल्. तत्र लिङ्गभेदः नास्ति. अस्तु, धन्यवादाः. विजयकुमार् महोदय, पठतु. सः तेन, सा तया, तत् तेन, एषः एतेन, एषा एतया, एतत् एतेन, कः केन, का तया, किं केन, भवान् भवता, भवती भवत्या, अहं मया. इदानीं स्त्रीलिङ्गे के के शब्दाः सन्ति वदतु. सा, तया, एषा, एतया, का, कया, भवति, भवत्या. उत्तमम्. उत्तमम्. अस्तु, एवं करणीयमिति. विजयकुमार् महोदय, भवानेव पठतु. तृतीया विभक्ति, करणार्थ. करणार्थे, करणार्थे मीन्स् इन्स्ट्रुमेण्टल्, फार् इन्स्ट्रुमेण्टल् यूसेज्. करणार्थे येन केन प्रकारेण यस्य सत्यापि देहिन सन्तोषं जनयेत राज्ञं. राज्ञः विसर्गः, विसर्गः. राज्ञा तदेवैश्वरपूजनं समयोचित्पदमालिका. पद्यमालिका, समोचित, समोचित अस्ति तत्, समोचित पद्यमालिका. देट् इस् द प्लेस् फ्रोम् वेर् इट् हेस् बीन् टेकन्. अस्तु, इदानीम् अग्रे पठतु. प्राज्ञाः, प्राज्ञः, प्राज्ञः. येन केन प्रकारेण यत्र कस्यापि देहिन सन्तोषं जनयेत तत् एव ईश्वरपूजनम्. आङ्ग्लभाषायां पठतु. However or by whatever means, through whichever or whatever embodiment be, the learned propagate happiness. This alone is the worship of the God, Lord, sorry. Okay, chinta nasti. Atra, tritiya vibhaktau, keke shabdaha santi? Santoshah, santosham. Tritiya vibhaktau, tritiya vibhaktau. प्रकारेण. उत्तमम्. जयने, जनयेत. नैव, तत्र जनयेत इस् नाट् तृतीया विभक्ति. तत्र हैलैटेड् अस्ति, पश्यतु. येन केन प्रकारेण, वित् एनि मीन्स्, वित् एनि मीन्स्, ओके, वित् एनि मीन्स्, बाय् एनि मीन्स्, दे आर् द वन्स् विच् आर् देर् इन् तृतीया विभक्ति. वाय् इस् इट् प्रकारेण? बिकास् प्रकारः इस् अ पुंलिङ्गशब्दः. अस्तु, धन्यवादाः महोदय, धन्यवादाः. विशालाक्षी भगिनी पठतु, झटिति पठतु. अवधेयं, प्लीज् नोट्, एताः संस्कृतभाषया व्यवहरन्ति. What's the meaning of that? Bhasha. So it means that when you are telling that they use a particular language or they talk in a particular language. In English you will say they talk in Sanskritam. Over here they talk with Sanskritam, you can make such sentences, okay? So etaha sanskrita bhashaya vyavaharanti. Why is it bhashaya, bhagini? Why not bhashaya? Because it is Bhashaya is Strilinga. it is napunsakalingam va no no no bhasha bhasha is a strilinga padam bhasha and bhashaya strilinga samyak eva uktavati you told correctly no and agreement yeah, padam first correct what बालकाः कन्दुकक्रीडां क्रीडन्ति बालकाः क्रिकेट् क्रीडां क्रीडन्ति अत्र आदौ क्रिकेट् आदौ पठतु आदौ फस्ट् बालकाः वित् वाट् दे आर् प्लेयिङ्ग् द फस्ट् वाट् इस् देर् बिलो द पिक्चर् बालकाः कन्दुकक्रीडां कन्दुक इस् वाट् नो नो भगिनी अण्डर् द पिक्चर् देर् इस् वन् सेण्टेन्स् अण्डर् द पिक्चर् बालकाः कन्दुकेन क्रीडन्ति फुट्बाल् कन्दुकेन क्रीडन्ति सो फुट्बाल् इन्स्टेड् आफ़् फुट्बाल् यु हेव् टु से वित् अ बाल् दे आर् प्लेयिङ्ग् वित् अ फुट्बाल् यु केन् से कन्दुकम् इस् आक्चुलि वाट् यु काल् बाल् सो कन्दुकेन क्रीडन्ति तत्र कन्दुकं नैव कन्दुकः कन्दुकः पुंलिङ्गे अस्ति सो क्रीडां सेङ्ग् दे आर् प्लेयिङ्ग् द गेम् आफ् फुट्बाल् देन् यु हव् टु से कन्दुक क्रीडा क्रीडन्ति न न भगिनि क्रीडन्ति क्रियापदं सो क्रीडां विकम् द्वितीया विभक्ति ओके there you will not tell kridena kridam you have to use the instrumental when you are saying with the ball they are playing with the ball is one way of saying it. They are playing with the ball that is why you are saying kandukena because with the ball it is an instrument with which they are playing however balakaha kanduka kridam kridanti is they are playing the game of football okay there it doesn't become tritiya vibhakti Why it doesn't become Tritiya Vibhakti? Because they are playing the game. So we are not saying with the game. They are not playing with the game. They are playing the game. Astu? Okay. Did you understand? Avagatam? Okay. Yeah. Astu. Yeah, Dhanyavada. Dhanyavada. Okay. Vijay Thamki Mahoday, Patatu. Avadheyam, please not. Balika Bharatanatya Shailya नृत्यति शैली बिकम् शैल्या आधुनिककाले आधुनिककाले बालिका भरतनाट्यं नृत्यति उत्तमम् आधुनिक अहं किं तत्र दोषं कृतवती अस्तु अग्रिमं पठतु सः वीणा कुक्कुरेण सह बालकः अस्ति स्वस्य कुक्कुरेण विना सः कुत्र अपि न गच्छति अर्थं वदतु The dog is with boy Without his own dog he don't go anywhere उत्तमं सो देट्स् वै तृतीया विभक्ति कुक् वेनेवर् यु यूस् सः आर् वेन् यु यूस् विना यु हेव् टु यूस् द थर्ड् विभक्ति ओके धन्यवादः धन्यवादः इदानीं समयः तु अतीतः आगामिसप्ताहे एव कुर्मः यतोहि तत्र अनेकाः सन्ति अस्तु तत्र कविता भगिनी शान्तिमन्त्रं वदतु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखाग्भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ओम् अनेके धन्यवादाः सर्वेषां कृते अनेके धन्यवादः भगिनि. अनेके धन्यवादः भगिनि.